नमः सर्वेभ्यः. समासचिन्तनवर्गे सर्वेषां स्वागतम्. ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. ऐ उण ऋलृक् एङ ऐयौ च हयवरत लङ् ञमगणनं जवै घडदश् झवघडदश् कफचटतचटतौ कपै शशसर् हल् इति प्रत्याहारसूत्राणि. कोमति भगिनि अभ्य समाससूत्राणि वदतु. पठामि. नमस्ते. समर्थः पदविधिः सुभामन्त्रिते पराङ्गवत्स्वरे प्राक्कटारात् समासः सह सुपा अव्ययी भावः अव्ययं विभक्ति समीपसमृद्धिव्युर्थ्यर्थाभावत्यया सम्प्रति शब्दप्रादुर्भावपश्चाद्यथा अनुपूर्व्ययौगपद्यः सादृश्यसम्पत्तिसाकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्च वः पञ्चम्या आङ्मर्यादादिविद्योः यस्य चायामः तिष्ठगुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्. श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः. नमस्ते. वर्तमानविषयः अस्ति समासचिन्तनवर्गम्. अद्य नदीभिश्च इति सूत्रस्य चिन्तनं कुर्मः. पुष्पा भगिनि नमस्ते. नमस्ते. ओके. अरुणा भगिनी नदीभिश्च सूत्र पठतु. करपत्रं मम समीपे स्क्रीन् मध्ये अस्ति. नदीभिश्च सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते. अव्ययभावश्च समासश्च भवति. नदी इति शब्दस्य त्रयः अर्थाः सन्ति. नदीशब्दः नदीवाचकशब्दः नदीसंज्ञकशब्दः च. व्याकरणे नदी इति काचित् संज्ञा अपि वर्तते, परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्दिशेन ज्ञायते यत् नदीवाचिनशब्देन सह एव समासः भवति, न तु स्वरूपात्मकेन नदीशब्देन सह इति. नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोदावरी, गण्डकी, नर्मदा इत्यादीनां ग्रहणं भवति. नदीभिः तृतीयान्तं च अव्ययं प्राक्कडादासमासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः विभाषा इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः सङ्ख्या दश वंश्येन इत्यस्मात् सूत्रात् सङ्ख्या इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सङ्ख्या सुप नदीभिश्च शुद्धिः सह अव्यये भावः समासः विभाषा महोदय. नदीभिश्च इति सूत्रमस्ति, सङ्ख्यावाचकशब्दः नदीवाचकैशब्दैः सह विकल्पेन सम्मस्यति अव्ययभावः समासः च भवति. नदीशब्दस्य त्रिविध अर्थाः अस्ति सन्ति. नदीशब्दः नदीवाचकशब्दः नदीसञ्ज्ञकः शब्दः. वयं जानीमः नदी व्याकरणे नदी इति संज्ञा अपि अस्ति स्त्रीलिङ्गपदेषु दीर्घ एकारन्तः प्रयोगे. परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तकारणात् अस्ति, अतः नदीवचिना शब्देन सह एव समासः भवति. किमर्थं महोदय स्वरूपात्मकेन इति? त्रीणि अर्थाः सन्ति. नदीशब्दः इत्युक्ते स्वरूपात्मकशब्दः, यत् वस्तु अस्ति तस्य बोधं जायते स्वरूपात्मकत्वेन. वाचकशब्दः इति कृत्वा नदीवाचकशब्देन तस्य यदा वयं गङ्गावत इत्युच्यते गङ्गा नदी इति अवबोधो जायते, किन्तु नदीशब्देन तस्य वस्तु अवबोधं जायते. एवं यदा भगिनी उक्तं नदीसंज्ञका व्याकरणस्य एकसंज्ञा अस्ति, त्रयोः पृथक् कृत्वा हियर् नदी शब्द मीन्स् इट् ईस् शोयिङ्ग् दट् दिस् इस् डीटेल् एक्स्प्लेन्ड् इन् डीटेल् इन् भर्तृहरिस् व्याकरणं वर् द डिफ्रेन्स् बिट्वीन् द स्वात्मरूपकत्वं वाचकत्वम् एण्ड् संज्ञा, आल् द त्री आर् एक्स्प्लेन्ड् इन् भर्तृहरिस् वाक्यपदीयं. बट् बेसिकलि इट् ईस् दट् वेन् वि से अजः और् गजः और् गडः वन् एनी नेम् वेन् वि टेक् देर् आर् टु आस्पेक्ट्स् आफ् इट्. One is, we have two knowledge coming out of it. Ekam asti vastu. That is called swarupatmakam. Vastu itself. Vastu itself is swarupatmakam. Yes. Then there is a vachaka shabdam which is used as a sound, not as a vastu. See, yes, if I say Aravind, my name, I have a vastu, or I am as a vastu, atma swarupam, I have a entity itself. But my name Aravinda is a name which is not me, but a name given to me, or by which I am known. So that vachaka shabdam, with which it is known, that nadi is known with the name Ganga. But the vastu is different, so samasa can be done only with the shabda, right? The vachaka shabda. So nadi shabda is the swarupa shabda, vachaka shabda means with which it is known, and then nadi sampnya is a what you call a nomenclature given to certain aspects in vyakarana. So that may not be for the river or the river as an object, that is a prakriya for the vyakarana. So that is the three forms of the nadi shabda means vastu, swatma swarupa, nachi vachaka means by which we know the nadi. It's a subtle difference between the two. One is the object. If you change the name, the object doesn't change. Suppose if you are, now I'll give you the example. Suppose if a river is flowing from Maharashtra to Karnataka to Andhra, the same river is known as Krishna in Maharashtra, then it changes its name when it reaches Karnataka. Then it reaches and becomes Tungabhadra by the time it reaches Andhra. Mm-hmm. So the Krishna in Maharashtra and Tungabhadra in the Andhra, Vastu is only one, the river which is flowing from Karnataka to Maharashtra, Karnataka and Andhra. But it has been known at different places with a different name. That is Vachaka Shabda. Okay. I got the difference between the three? Yeah. Nadi Sangna Ahabhaga. Yeah, Nadi Samtya is a Vyakarana Samtya. Mm-hmm. Yes, we have so many Samtya, Abha Samtya, Gu Samtya, like that Nadi Samtya is also there. Mm-hmm. Right. That is, Mahodaya, Ikaranda, Ukaranda, Srilinga Shabdaha, Nadi Shabdaha. You, Strayadhyo, Nadya, that's some sutram is there. Right. E, U ending, like Kumari, this is Nadi Shabde Havati. Yes, right. That is a Vyakarana Samtyanga. Vyakarana Samtyanga. Yeah, but Atma Swarupena, Swaswarupena, ityukte Vastu Avabodhate. Nadi Shabdena. Nati Vachaka Shabdam Vatati Chet. It is a name with which Nadi, that Nadi is known. For example, Kaveri is known as Kaveri. But the Kaveri River is there in Karnataka, in going to Tamil Nadu and both places. But locally, they may have a different name. So that is Vachaka Shabda. Okay. Nati iti shabdasya dvara prasiddha nati vachaka nati vishesha vachaka. So that the vishesha name is called Ganga, Yamuna, Godavari. So this is basically, these names are all vishesha name for river. Yeah. That is why that vishesha sabdha. So for example, nadi is nadi. Yeah. Whether it is in Karnataka, Krishna, or Andhra, or Tamil Nadu, or wherever, is Nadi, Ganga also is a Nadi only. But Ganga, ityukte tat shabdam bhavati, which is vachaka shabdam bhavati. Natu Nadi swarupatvat. Astu bhagini. Yeah. No, that is, what I have understood, if I take Yamuna, Yamuna iti Nadi. Vachaka. Right. Vachaka Shabda. Nadi. Ataha general category Nadi Shabde Tad Bhavati. No. Anantaram, when I say Yamuna, Nadi Vachaka Shabdaha, clearly Nadi Vachaka Shabda, Tatra Namahasti Yamuna. And Nadi Satyakaha Nasti, even though it is a Nadi, because it is ending in Akaraha. E Kara U Kara Strilinga Eva Nadi Satyaka Bhavati. Hmm. So, Nadi Shabdaha Yam Nadi Va. Astu Mahode. It's very clear. Thank you. Vadadu Bhagini? Anuvarti Sahita Sutram Patita Satya Vyavanavadu? Anuvarti Sahita Sutram? Mahode. Anuvarti Sahita Sutram Sankhya Sup Nadi Vishcha Sub Pihi saha avyaye bhavaha samasaha vibhasa. Atra anuvarti sutra vibhasa iti anuvarti asti sankhya sup api vati akimattam vahaya subbihi. Subbihi nadibhischa isya nadibhihi subbihi. Oh, subbihi, visheshan. Visheshan. Subhihi saha avibhavaha samasaha bhavati vikalpena. Vibhasa adhikari asti. Tatra sankhya sup iti uktatvat ekam dvaitrini iti sankhya sup. Nadibhi subhihi ityukte Ganga Yamuna ityadi. Saha, to Sankhya, Nadihi, Saha, Abhyayibhava, Samasa, Vibhasha. इति एव अनुवृत्तिसहितसूत्रस्य अर्थः. अस्तु, धन्यवादः. अस्तु, गोमती भगिनी. समाहारे च अयम् इष्यते इति वार्तिकमस्ति. समाहारे च अयम् इष्यते इति वार्तिकं वार्तिकार्थः भवति. प्रकृतसूत्रे विद्यमानः समासः समाराहार्थ एव भवति. अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः. सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते. द्विगुसमासे पूर्वपदं संख्यावाचकं पदम् एव भवति, किन्तु संख्यापूर्वः सर्वे अपि द्विगुः न. द्विगुसमासः त्रिविधः: समाहारद्विगु, तद्धितद्विगुः, उत्तरपदद्विगुः चेति. तद्धितार्थोत्तरपदसमाहारे च संख्यापूर्वो द्विगु च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते. द्विगुसमासस्य प्रसङ्गे इतोपि अग्रे पठिष्यामः. नदीभिश्च इति सूत्रं द्विगुसमासस्य अपवादसूत्रभूतम् अस्ति, यतः समाहारार्थे एव अयं समासः विहितः भवति. यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः. नदीभिश्च इति सूत्रं सर्वदा समाहारार्थे एव विधीयते. एकं वार्तिकम् अस्ति अत्र, समाहारे च अयम् इष्यते. संख्यावाचक इति विधिसूत्रं संख्यावाचकं संख्या नदीभिश्च विधिसूत्रं कः महोदय? संख्या नदीभिश्च नदीभिश्च हा नदीभिश्च सूत्रं संख्यावाचकशब्दे एव भवति. तस्य वार्तिकमस्ति समाहारे च अयमिष्यते. समाहारे तत्र इत्रि इत्युक्ते नदीनां समूहः इति अर्थः भवति. नदीनां समूह महोदय वदतु. नदीनां समूहः इत्युक्ते नदीनां एकनदी तस्य उपनदी इति अहं मन्ये. उपनदीभिः सह मेन् नदी, तदेव अहं समूहः इति अर्थे अहम् आगच्छामि. तत्र तत् संख्यावाचकशब्देन सह समस्यते. सामान्यतया समाहारार्थे संख्यावाचकद्विगुसमासः भवति. द्विगुसमासे पूर्वपदं संख्यावाचकं पदम्. अत्र अपि संख्यावाचकशब्दः एव उच्यते. द्विगुसमासे अपि संख्यावाचकशब्दः. संख्यावाचकशब्दाः पूर्वं भवति चेत् सर्वे द्विगु न इति दत्तं. तो नदीभिश्च इति सूत्रं द्विगुसमासस्य अपवादत्वेन कार्यं करोति. नदीभिश्च नदीवाचकशब्दः शब्देन संख्यावाचकशब्दः समस्यते. अव्ययीभावसमासः भवति. परन्तु द्विगुसमासे तथितार्थ उत्तरपदसमाहारे च संख्यापूर्वो द्विगु च द्वाभ्यां सूत्रां द्विगुसमासः विधीयते. पञ्चपात्राणां समाहारः पञ्चपात्रम् इति भवति. नदी तत्रापि संख्यापूर्वं भवति. अत्रापि संख्यापूर्वमेव वयम् अस्माभिः अमी वि आर् गोयिङ्ग् टु सी. नदीभिश्च इति सूत्रं द्विगुसमासस्य अपवादभूतसूत्रमस्ति. यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः. नदीभिश्च इति सूत्रं सदा सर्वा समाहारार्थे एव विधीयते. I cannot explain more. I have understood, but then I cannot put it very clearly. Samahar arthe eva bhavati. Samahar arthe samanyataya dviga samasah bhavati. Sankhyavachaka shabdah dviga samasah bhavati. Etat apavada sutram asti. Astu. Dvigu samasa trividah. Ekam asti samahara dvida. द्वितीयं तद्यद्विगु उत्तरपदद्विगु चेति तत्र द्वयोसूत्राभ्यां सहायेन दिगुसमासः विधीयते तद्यदार्थ उत्तरपदसमाहारे च सङ्ख्यापूर्वे दिगु इति द्वाभ्यां सूत्राभ्याम् एव दिगुसमासः त्रीणि रूपाणि तस्य भवति तद्यदार्थे उत्तरपदेषु एवं समाहारे किन्तु अत्र समाहारे च अयम् ईष्यते इति वार्तिकेन अव्ययीभावसमासे अपि यतो हि अव्ययीभावसमासः नपुंसकलिङ्गं भवति एकमेव रूपं पञ्चमीं विभाय दृश्यते चेदपि द्विगुसमासवत् न तस्य प्रयोजन तस्य उपयोगं न भवति समाहारदिगु इत्युक्ते केवलम् एकवचने एव तस्य रूपाणि सिद्ध्यन्ति न तु द्विवचनं बहुवचनं भवति किन्तु अव्ययीभावसमासस्य प्रयोजनं तदस्ति एकं पदं त्रिषु लिङ्गे त्रिषु वचनेषु अपि नपुंसकलिङ्गरूपेण उपयोगं कर्तुं शक्यते अस्मिन् सूत्रबलेन तत् समाहार अर्थे एव भवति इति वार्तिकं निर्दिश्यति समाहार इत्युक्ते समाहारद्विगु अस्ति चेत् केवलम् एकवचनं रूपाणि सिद्ध्यन्ति एकम् एकवचनं प्रथम एकवचनं द्वितीया एकवचनं तृतीया इति न तु द्विवचनं बहुवचनं किन्तु अव्ययीभावसमासे एकवचनं द्विवचनं बहुवचनं नपुंसकलिङ्गरूपाणि सिद्ध्यन्ति पञ्चमीं विहाय तदेव तस्य प्रयोजनम् इति कृत्वा तदि नदीभिश्च इति पृथक् सूत्रं रचितानि पाणिनिना नदीभिश्च सूत्रं नदी संज्ञावाचकशब्द एव तत्र एव भवति परन्तु द्विगु तु तत्र न तत् द्विगु पञ्चपात्रम् अपि तत्र बहुवचने न भवति बहुवचने न भवति परन्तु नदी शब्दः मस्ट् नदी शब्दः एव भवेत् इति नियमः नास्ति न तत्र न तत्र नास्ति बट् नभीश्च तत् सूत्रे नदी शब्दः एव भवति न नदीवाचकशब्द एव नदीवाचकशब्द एव भवति तु द्विगुसमासं समासः पञ्चपात्रं पञ्चपात्रं पञ्चपात्रम् इति सप्तरूपाणि भवन्ति सप्तविभक्तिषु अव्ययीभावसमासे एकविंशति अधिकं पञ्चविंशतिरूपाणि भवन्ति पञ्चविंशति नास्ति तृतीया सप्तम्योर्बहुलमपि अस्ति तृतीया बहुलो तत्र द्वे भवति एक्स्ट्रा सप्तमी द्वे एक्स्ट्रा भवति त्रीणि त्रीणि त्रीणि एकमस्ति इन्क्लूडेड् इन् द 21 इस् देर् प्लस् 6 of Tritiya and Saptami. Three of Tritiya, three of Saptami. So 6 plus 21, 27 will come. Dvigu samase kevalam sapta rupani bhavati. Aam. Agrim patato? Yata utaharan? Parantu bhamati atra सप्त गङ्गा गङ्गम् इति प्रथमाविभक्ति द्वितीयाविभक्ति तृतीय ऐ मीन् चतुर्थीविभक्ति षष्ठीविभक्ति ते सर्वे एक एव अस्ति न सप्तगङ्गम् एव सप्तगङ्गम् इति एकं रूपं सर्वासु विभक्तिषु समानः पञ्चमीं विहाय तृतीया सप्तमी बहुलत्वेन त्रीणि त्रीणि रूपाणि अधिकत्वेन लभ्यते इति कृत्वा सप्तविंशति रूपाणि सिद्ध्यन्ति नदीभिश्च इति अव्ययभावसूत्रेण किन्तु समाहार दिगु अस्ति चेत् केवलम् एकवचने एव तिष्ठति अस्तु पठामि पठतु भगिनि यथा सप्तानां गङ्गानां समाहारः सप्तगङ्गं सप्तानां गङ्गानां समाहारः अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः सप्तानां गङ्गानां समाहारः सप्तगङ्गम् अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः तत्र समाहारद्विगुसमासः अपि भवितुम् अर्हति किमर्थं चेत् सङ्ख्यावाचकशब्दः सङ्ख्याशब्दः पूर्वमस्ति अनन्तरं समाहारार्थे दिगु भवितुम् अर्हति परन्तु अपवादस्वरूपेण नदीभिश्च इति सूत्रं कार्यं कृत्वा सप्तगङ्गं सप्तानां गङ्गानां समाहारः इति रूपद्वयं भवति अलौकिकविग्रहवाक्यं सप्तन् योग जस् योग गङ्गा योग जस् सप्तन् इति सङ्ख्यावाचकशब्दः गङ्गा इति नदीवाचकशब्दः अतः नदीभिश्च इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्ययोः लोपः जायते सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति अतः सप्तन् योगगङ्गा इति भवति न लोपः प्रातिपदिकस्य इति सूत्रेण प्रातिपदिकसंज्ञकपदस्य अन्ते विद्यमानस्य नकारस्य लोपः जायते सप्तन् इति प्रातिपदिकस्य पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति सप्तगङ्गा सप्तयोगगङ्गा ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवति अतः सप्तगङ्ग इति प्रातिपदिकं निष्पन्नम् सप्तगङ्ग सप्तानां गङ्गानां समाहारः सप्तानां गङ्गानां समाहारः वाक्ये अलौकिकविग्रहवाक्यं पूरयतु भगिनि पूरयतु प्रक्रिया पूरयतु न महोदय न परिच्छेदं विवृणोतु तदनन्तरम् अग्रिमं परिच्छेदे यत् दत्तमस्ति तदपि तत् सामान्यमस्ति सर्वदा अव्ययभावसमासे सर्वदा समानमेव नाव्ययीभावतत्वं तु अपञ्चम्या एवं सप्तमीये अमीपूर्व सम्बन्धस्य किन्तु अस्मिन् सूत्रे विशेषमस्ति न प्रत न लोपो प्रातिपदिकान्तस्य तस्य विवरणं कृत्वा सप्तानां गङ्गानां समाहारः वाक्यम् अलौकिकविग्रहवाक्यं भवति सप्तन्न योग जस् योग गङ्गा योग जस् सप्तन् इति प्रातिपदिकमस्ति सप्तानां बहुवचने असु सप्तन् योग जस् गङ्गा योग जस् सप्तन् इति सङ्ख्यावाचकशब्दः यः वयं जानीमः सप्तन् इति सङ्ख्यावाचकशब्दः अस्ति एकं द्वे त्रीणि इति सप्तन् इति सङ्ख्यावाचकशब्दः गङ्गा इति नदीवाचकशब्दः तदपि वयं जानीमः अतः नदीभिश्च इति सूत्रेण अव्ययीभावसमासः भवितुम् अर्हति तत्तु विकल्पेन एव भवति नदीभिश्च सूत्रं विभाषा इति महाविभाषाधिकारे वर्तते अतः रूपद्वयं भवति प्रातिपदिकसंज्ञा सप्तन् योगजस् योग गङ्गा योगजस् तत्र सुपोलो धातु प्रातिपदिकयोः इति सूत्रेण जस् इति जसः लोपः भूत्वा सप्तन् योग गङ्गा एव भवति अनन्तरं नदीभिश्च तत्तु तृतीया विभक्ति तौ अस्ति. संख्यावाचकशब्दः प्रथम उपसर्जनसंज्ञा भवति. संख्या इति एतत् अनुवृत्तिरूपेण भवति, अनुवृत्तिरूपेण आयाति. अनुवृत्तिरूपेण आयाति, ततः तत् प्रथमाविभक्तौ अतः उपसर्जनसंज्ञा इति भूत्वा तस्य पूर्वनिपातः भवति, अतः सप्तन् योगगङ्गा इति भवति. सप्तन् योगगङ्गा इति प्रातिपदिकमस्ति. सप्तन् योगगङ्गा ततः पूर्वं सूप आसीत् प्रत्ययलोपे प्रत्ययदर्शनं इति सूत्रेण तत्र सूपः प्रातिनिध्यमपि अस्ति, अतः तद् पदम् अपि भवति. अतः अण्ड् पदं सप्त सोरि सप्तन् गङ्गा इति अत्र अस्ति. तत्र सप्तन् अपि पदमस्ति, गङ्गा अपि पदमस्ति. अतः सप्तन् इति पदस्य तत् प्रातिपदिकमपि भवति, अतः तस्य लोपः भवति. सप्त एव तिष्ठति, सप्तायोगगङ्गा. अत्र प्रातिपदिकं सप्तगङ्गा इति भवति. गङ्गा इति स्त्रीलिङ्गशब्दः. अत्र हस्वो नपुंसके प्रातिपदिकस्य इति सूत्रं कार्यं करोति. तो आकारस्य ह्रस्वत्वं भवति. सप्तगङ्गा इति भवति. तो प्रातिपदिकं भवति सप्तगङ्गा इति अकारान्त नपुंसक अविभावश्च इति सूत्रेण नपुंसक नपुंसकसंज्ञा भवति प्रातिपदिकसंज्ञायाः. दट् इस् सप्तगङ्गा. गङ्गा इत्यस्य अव्ययसंज्ञा भवति, नपुंसकसंज्ञा भवति, प्रातिपदिकसंज्ञा अपि भवति. तदेव महोदय. तदेव भगिनी, एकं प्रत्ययलोपे प्रत्ययलक्षणम् इति, प्रत्ययदर्शनं नास्ति. प्रत्ययलोपे प्रत्ययलक्षणं, लक्षणमेव तिष्ठति, दर्शनं नास्ति. अदर्शनं भवति ना, दर्शनं भवति, अदर्शनं भवति. लोप प्रत्ययलोपे प्रत्ययस्य अदर्शनं भवति, किन्तु लक्षणं तिष्ठति. तिष्ठति, तदेव. तत् पठामि, अग्रे पठतु, प्रक्रिया सम्पूर्णं करोतु. सप्तगङ्गा इति अस्माभिः प्रातिपदिकं निष्पन्नम्. अधुना सप्तगङ्गा इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति. सुप् प्रत्ययस्य उत्पत्तिः भवति. अव्ययाद् अप्सुपः इति सूत्रेण प्राप्यमानः सुप् लुक् न अव्ययीभावोत् अधो तु पञ्चम्याः इति सूत्रेण निषिध्यते. न अव्ययीभावात् अदौत्व पञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति, अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते, परन्तु पञ्चमी विभक्तिं विहाय. पञ्चमीविभक्तौ अम् आदेशः न भवति, यथा सामान्यं सुप् प्रक्रिया भूत्वा रूपं भवति सप्तगङ्गात् इति. अपरासु विभक्तिषु सुप् लुक् न भवति, अपि तु सुपः स्थाने अम् आदेशः भवति. सप्तगङ्गा इति प्रातिपदिकं, तत नपुंसकलिङ्गं भवति, अव्ययसंज्ञा अपि तस्य आगच्छति, अव्ययीभावश्च इति सूत्रेण. तु प्रातिपदिकमस्ति, अतः ज्ञाप् प्रातिपदिकयोः इति सूत्रेण सुप् प्रत्ययस्य सुप्रत्ययाः भवितुमर्हति. तु सुप्रत्ययस्य उत्पत्ति भवति. अव्यये एतत् सप्तगङ्गा अव्ययपदमपि अस्ति, अतः अव्ययादाप् सुपः इति सूत्रेण सुप् यद् भवति तस्य लोपः भवितुम् अर्हति, परन्तु अदन्त अङ्गम्, अतः न अव्ययीभावात् न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रेण तस्य लोपः न भवति, परन्तु अम् आदेशः भवति. पञ्चमी विभक्तिं विहाय अव्ययीभावसमासः अस्ति, अदन्तम् अस्ति, अतः न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रं कार्यं कर्तुं शक्नोति, तत् कार्यं करोति एव. तत् सुप्रत्ययस्य लोपः न भवति, परन्तु तस्य स्थाने अम् आदेशः भवति. तत् एतत् सूत्रेण न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रेण अम् आदेशः भवति. तो सप्तगङ्गायोग अम् इति भवति. अनन्तरं प्रक्रिया भवति पञ्चमी विहाय. तदपि वदामि महोदय. सप्तगङ्गायोग अम् अमीपूर्वः इत्यनेन अक् वर्णात् अम् सम्बन्धिनि अचिपरे पूर्वपरयोः स्थाने एकः पूर्वरूपम् आदेशः स्यात् पञ्चमी विभक्तिं विहाय. अपरासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति. तृतीया सप्तम्योर्बहुलम् इति सूत्रेण अदन्ताव्ययीभात् अव्ययीभावात् परे तृतीयसप्तम्योः च स्थाने बहुलम् अमादेशः भवति. अनेन तृतीया विभक्तौ अपि सप्तमी विभक्तौ रूपद्वयं सम्भवति सप्तगङ्गं सप्तगङ्गेन सप्तगङ्गं सप्तगङ्गे. अन्यासु विभक्तिषु सप्तगङ्गम् इति रूपं सिद्धं भवति. यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहारः इति वाक्यं भवति. सप्तगङ्गयोग अम् इति न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रेण लभ्यते. तत्र अम् अस्ति परे, तो अम् परे अस्ति चेत् पूर्व यद् अक् वर्णः अस्ति तस्य अन्तिम वर्णं अनन्तरम् अम् इत्यस्य अकारः तस्य एकरूपम् एव भवति, दट् इस् पूर्वरूपमेव तिष्ठति. सप्तगङ्गा तस्य अकारः पूर्वरूपं, पररूपम् अपि अम् इत्यस्य अकारः अ योग अ. सवर्णदीर्घसन्धिः भवितुम् अर्हति, परन्तु अमीपूर्वः सूत्रेण सवर्णदीर्घसन्धिं बाधित्वा तत्र एकम् एव वर्णः भवति, तद् पूर्वरूपमेव तिष्ठति. सो तप्तगङ्गा इति भवति, परं मकार एव तिष्ठति. तो यो वर्णमेलनेन सप्तगङ्गम् इति रूपं भवति. सप्तगङ्गम् इति रूपं प्रथमाविभक्तौ द्वितीयाविभक्तौ सर्वत्र भवति. पञ्चमी विभक्ति विहाय पञ्चमी विभक्ति तु ङसि प्रत्यय आगच्छति. ङसि प्रत्ययस्य इन आत् आयाति आदेशः आत् आयाति, अतः सप्तगङ्गात् इति रूपं भवति. एकमेव रूपं भवति सप्तगङ्गात् इति. अनन्तरं तृतीया विभक्तौ सप्तमी विभक्तौ तृतीया सप्तम्योर्बहुलम् इति सूत्रम् आगत्य कार्यं करोति. तृतीया विभक्तौ बहुलम् इत्यनेन रूपद्वयं भवति. सप्तगङ्गम् इति एकं रूपं, तद् अस्माभिः दृष्टं. तृतीया विभक्तिं योजित टा इत्यस्य आगच्छति न महोदय आगच्छति, अतः सप्तगङ्गेन भवति. सप्तगङ्गं सप्तगङ्गेन इति रूपद्वयं. सप्तमी विभक्तौ अपि बहुलं भवति, तत्र इ प्रत्यय आगत्य सप्तगङ्गं सप्तगङ्गे इति रूपद्वयम्. अतः सप्तगङ्गम् इति अन्यासु विभक्तिषु पञ्चमीं विहाय तृतीया सप्तम्यो रूपद्वयं भवति. अनन्तरं विभाषाधिकारे अस्ति, अतः व्यस्तरूपमपि भवति सप्तानां गङ्गानां समाहारः इति. वाक्यं वाक्यरूपेण तदपि तिष्ठति. धन्यवादः भगिनि. पुष्पा भगिनी धन्यवादः. पुष्पा भगिनी अस्ति वा? विजया भगिनी द्वयोः यमुनयोः समाहारः द्वयमुनम् अयं समासः अगेयभावसमासः न तु समाहारदिगुसमासः. एतत् द्वि यमुनम् अव्ययीभावसमासः न तु समाहारद्वन्द्व समाहारदिगुसमासः. अलौकिकविग्रहवाक्यं द्वि योगः औ योगः यमुना योगः औ. प्रक्रिया यथा उपरि प्रदर्शित आसीत्. एतत् तत्र उपरि एतत् दत्तं वा? एतत् सप्तगङ्गम् एव तत्र उदाहरणं वा? सप्तगङ्ग यथा सप्तगङ्गम् इति तत्र न लोपे प्रातिपदिकान्तस्य प्रसक्तिः अस्ति, किन्तु द्वि यमुनौ तत्र कोऽपि विशिष्टसूत्रं नास्ति, केवलं वर्णमेलनमेव. द्वि यमुनौ द्वि यमुना इति दीर्घ आकारस्य ह्रस्वत्वं भवति ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण. इति कृत्वा द्वि यमुना भवति, तदनन्तरम् अम्भावं भवति द्वि यमुनम् इति. तदेव तत्र प्रक्रिया द्वि यमुनम् इत्युक्ते तत्र तृतीया सप्तमी बहुलम् इति सूत्रेण तत्र द्वि यमुने द्वि यमुनं सप्तमी इत्युक्ते तत्र द्वि यमुने द्वि यमुनं तावदेव यमुना इति पञ्चमी आगच्छति. अग्रिमपरिच्छेदं पठतु. सप्तङ्गं वा? सप्तगङ्गं द्वियमुनम् इत्यनयोः उदाहरणयोः तद्धितार्थ उत्तरपदसमाहारे च इति सूत्रेण समाहारद्विजुसमासः यदा विधीयते तदा स नपुंसकम् इति सूत्रेण समासः नपुंसकलिङ्गे भवति. नपुंसकलिङ्गे समासः भवति इति कारणेन रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य रस्वः भवति. सप्तगङ्ग द्वि यमुन इति प्रातिपदिकनिष्पन्ने भवतः तत्पश्चात् नपुंसकलिङ्गे वनशब्दस्य रूपाणि इव रूपाणि भवन्ति. अतः प्रथमाविभक्तौ एकवचने सप्तगङ्गं द्वियमुनं च समस्तपदे निष्पन्ने भवतः. तर्हि प्रश्नः उदेति यत् नदीभिः च इति सूत्रस्य का आवश्यकता? तत्र विवरणं करोमि वा? विवरणं करोमि. सप्तसङ्गं द्वियमुनम् इत्यनयोः तत्र उदाहरणमस्ति तद्धितार्थ उत्तरपदसमासः समाहारे च इति सूत्रेण तत्र समाहारद्विगुसमासः तत्र अस्ति. द्विगुसमासः अपि अस्ति किमर्थं चेत् तत्र सप्त द्वि एतत् आगच्छति, अतः एतत् द्विगुसमासः. अनन्तरं नपुंसकमिति सूत्रेण समासः नपुंसकलिङ्गे भवति सप्तगङ्गं द्वियमुनम् इति. अनन्तरं रस्वो नपुंसक प्रातिपदिकस्य इति सूत्रेण तत्र रस्वं भवति, अन्तिमवर्णस्य रस्वं भवति. वन इति रूपम् अस्ति खलु, तादृशमेव अत्र. अनन्तरं तत्र नदीभिः च इति सूत्रस्य का आवश्यकता इति तत्र दत्तम्. एतत् मया न अवगतं किम् अस्ति तत्र. अतः अस्ति प्रथमम् अस्ति तद्धितार्थे उत्तरपदसमाहारे च स नपुंसकं ह्रस्वनपुंसके प्रातिपदिकस्य इति त्रीणि सूत्राणि समाहारद्वन्द्वे अपि कार्यं करोति. तत्र समाहारद्वन्द्वे सप्तगङ्गम् इति रूपं सिद्ध्यति, नपुंसकलिङ्गम् अपि भवति, ह्रस्वत्वम् अपि भवति. किन्तु नदीभिश्च सूत्रमपि तस्य रूपं सिद्ध्यति चेत् किं पाणिनिना पृथक् नदीभिश्च सूत्रम् अव्ययीभावसमासे प्रतिष्ठितं, केवलं समाहारद्वन्द्वमेव कार्यं करोति, तस्य प्रसक्ति किं पृथक् दत्तमस्ति इति प्रश्न उदेति. नदीभिश्च इति सूत्रस्य प्रसक्ति आवश्यकता किम्? यदि समाहारद्वन्द्वे अपि समानरूपं निष्पद्यते तत्र द्वसूत्रयोः आवश्यकता किम् इति प्रश्न. तस्य उत्तरं दत्तमस्ति अग्रिमपरिच्छेदं, तत् पठतु, तदनन्तरं विवृणामि. समाधानमस्ति, समाधानमस्ति यत् नदीभिश्च इति सूत्रेण अव्ययीभावसमासस्य कारणेन सर्वासु विधत्तिषु अम् भावः सिद्ध्यति पञ्चमीं विहाय. तृतीयविभक्त्यां सप्तमी विभक्त्यां च अम् आदेशः विकल्पेन भवति. यदि समाहारद्विगुसमासः विहितः तर्हि सर्वासां विभक्तिषु अम् आदेशः न भवति. चतुर्थ्यां सप्तगङ्गाय द्वियमुनाय अपि च षष्ट्यां सप्तगङ्गस्य द्वियमुनस्य इति रूपाणि भवन्ति. सर्वासां विभक्तिषु अम् आदेशः पञ्चमी विहाय एव अव्ययीभावसमासस्य प्रयोजनम्. अतः पाणिनिना नदीभिश्च इति सूत्रं कृतम् अस्तु. तत्र एतत् स्त्रीलिङ्गविषये नदीभिः च इति स्त्रीलिङ्गविषये अस्ति. अतः तत्र अत्र लिङ्गसम्बन्धि विचारं नास्ति एव. आम् जि तत्र किम् अस्ति चेत् सप्तमी विहाय तृतीयविभक्त्यां सप्तमीविभक्त्याम् अम् आदेशः विकल्पेन भवति, परन्तु चतुर्थ्यां सप्तगङ्गाय अनन्तरं द्वियमुनाय इति एव आगच्छति. षष्टिपदं चेत् प्रथमविभक्ति तत्र सप्तगङ्गस्य द्वियमुनस्य इति रूपाणि भवन्ति. सर्वासां विभक्तिषु अम् आदेशः एव अव्ययीभावसमासस्य प्रयोजनमत्र. पाणिनिना नदीभिश्च इति सूत्रं कृतं. किञ्चित् भवानेव वदतु जि अत्र किम् अस्ति. अत्र समाहार द्विगुसमासे एवं नदीभिश्च इति द्वयोः सूत्रयोः यदि नदीशब्दम् उत्तरपदम् अस्ति चेत् नदीवाचकशब्दम् उत्तरपदम् अस्ति चेत् पृथक्त्वं भवति. यदि नदीभिश्च सूत्रं सर्वासु विभक्तिषु भवति सप्तविंशतिरूपाणि सिद्ध्यन्ति. एकविंशति अम्बावत्वम् एवं तृतीया सप्तम्योर्बहुलम् इति कृत्वा षष्टरूपाणि सिद्ध्यन्ति कृत्वा सप्तविंशतिरूपाणि भवन्ति नदीभिश्च इति. सप्तगङ्गम् इति प्रथम त्रीणि वचनानि. पञ्चमी सप्तगङ्गात् इति प्रथमा, किन्तु सप्तमी और् तृतीया बहुलत्वम् इति कृत्वा द्वयरूपाणि सिद्ध्यन्ति. किन्तु समाहारद्विगुसमासे अम्भावं न भवति, केवलं द्वितीया विभक्त्याम् एव अम्भावं भवति. अन्यासु विभक्तिषु तस्य प्रत्ययां तिष्ठन्ति. यथा सुप् इति प्रथम, सप्तगङ्गः इति भवति प्रथम एकवचने, सप्तगङ्गम् इति द्विवचने, सप्तगङ्गेन सप्तगङ्गाया सप्तगङ्गस्य सप्तगङ्गे इति एकवचनरूपाणि एव समाहारद्वन्द्वे सिद्ध्यति. किन्तु यदि अव्ययीभावसमासं भवति पुल्लिङ्गरूपे अस्ति, पुल्लिङ्गरूपे अस्ति, पुल्लिङ्गरूपं भवति, पुल्लिङ्गरूपं भवति, नपुं पुल्लिङ्गरूपं भवति, पुल्लिङ्गरूपं भवति या नपुंसकलिङ्गं, नपुंसकलिङ्गरूपं, नपुंसकलिङ्गं भवति. प्रथमा द्वितीया अम्भावं भवति, किन्तु तृतीया तृतीयात् आरभ्य सप्तमी पर्यन्तम् अम्भावं न भवति, प्रत्ययानं पृथक्त्वं भवति नपुंसकलिङ्गम् अस्ति कृत्वा इति. सप्तगङ्गेन सप्तगङ्गस्य सप्तगङ्गाया इति रूपाणि सिद्ध्यन्ति द्विगुसमासे. किन्तु सप्तमी भवति चेत् अव्ययीभावस्य त्रीणि वचनानि सिद्ध्यन्ति, न तु केवलम् एकवचनं. तस्य तथैव तस्य विशिष्टता. अव्ययीभावसमासे एव सप्तविंशतिरूपाणि सिद्ध्यन्ति, द्विगुसमासे केवलं सप्तरूपाणि एव सिद्ध्यन्ति एकवचने. तस्य आवश्यकता अस्ति कृत्वा नदीभिश्च इति पृथक् सूत्रम् अव्ययीभावसमासे प्रतिष्ठितं पाणिनिना. अवगतं वा? तत् द्विगुसमासे, द्विगुसमासे सप्तगङ्गम् एव तिष्ठति. सप्तगङ्गं सप्तगङ्गं सप्तगङ्गेन सप्तगङ्ग एकवचन एव सप्तगङ्गेन सप्तगङ्ग सप्तगङ्गाय सप्तगङ्ग सप्तगङ्गात् सप्तगङ्गस्य सप्तगङ्गे एकवचनं तथैव तिष्ठति. कोऽपि न तिष्ठति, कोऽपि तदेव. अत्र महोदय, द्विगुसमासे एकमेव रूपम् इति उक्तवान् न? सप्तगङ्गं सप्तगङ्गम् एव इति नपुंसकलिङ्गे प्रथमा द्वितीय तृतीय अप् टु सप्तमे विभक्तिषु एकमेव रूपम् इति उक्तवान् न? एकवचने एकमेव रूपं न? एकमेव रूपं सप्तगङ्गम् इति प्रथमा द्वितीय पश्यति चेत् अव्ययीभावसमासे एवं द्विगुसमासे समानं दृश्यते. किन्तु तृतीयात् आरभ्य सप्तमीपर्यन्तं द्विगुसमासः पृथक् अस्ति, अव्ययीभावसमासः पृथक् अस्ति इन्द एकवचन एकवचनानि. किन्तु द्विवचनं बहुवचनं समाहारद्वन्द्वसमासे न भवति, केवलम् अव्ययीभावसमासे एव भवति. अतः सप्तगङ्गेन इति कृत्वा नदीभिश्च इति पृथक् सूत्रम् अव्ययीभावसमासे प्रतिष्ठितं पाणिनिना. अतो यदा पुष्पा भगिनी उक्तवती तदेव रूपं भवति द्विगुसमासः. ओके, देन् अत्र दत्तमस्ति न चतुर्थी पञ्च सप्तगङ्गाय सप्तगङ्गाय सप्तयमुनाय और द्वियमुनाय इति द्विगुसमासरूपम् अस्तु. चतुर्थ्यां सप्तगङ्गाय ओके अस्तु महोदय. अरुणा भगिनी एवमेव इति तत्रादारभ्य पठतु. ऐ थिङ्क् अरुणा भगिनी लेफ्ट् चिन्ता भगिनि, मम फोन् स्तब्धः भवति तत्र एव. एवमेव सप्तानां गोदावरीणां समाहारः सप्तगोदावरम् अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः. सङ्ख्याया नदी गोदावरीभ्य च इति वार्तिकेन सङ्ख्यायाः परः नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते. सप्तगङ्गा सप्तगोदावरी योगः अच्, सप्तगोदावरी योगः अच् आ, यचिबम् इत्यनेन सप्तगोदावरी इत्यस्य भासज्ञा भवति. अच् अस्ति अजादिप्रत्ययपरे. यस्येति च इत्यनेन भासज्ञकस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्ययपरे च लोपः भवति. सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति. सप्तगोदावर युः सप्तगोदावर इति भवति प्रातिपदिकम्. अधुना प्रातिपदिकम् अदन्तत्वात् सप्तयोग गोदावरम् इति समासः सिद्धः भवति. अन्य उदाहरणम् अत्र दत्तं. सप्तानां गोदावरीणां समाहारः इति विग्रहवाक्यं सप्तगोदावरम् इति समस्तपदम्. अयं समासः अव्ययीभावसमासः न तु समाहारदिवसमासः. कारणमस्ति अत्र वार्तिकेन सङ्ख्याया नदी गोदावरीभ्यां च इति वार्तिकेन सङ्ख्यायाः परः नदीशब्दः अथवा गोदावरीशब्दः चेत् अच् इति समासान्त प्रत्ययः विधीयते. यत्र सङ्ख्याया नदी गोदावरी द्वे पदद्वयमस्ति चेत् अच् प्रत्ययः विधीयते. अच् इति अट् अच् अस्ति अत्र सकार हलन्त्यम् इति सूत्रेण लोपः भवति. आ एव अवशिष्यति. आ इति अच् इति तत् अजादिप्रत्ययः अस्ति. यचिबम् इति सूत्रेण सप्तगोदावरी इति पासज्ञा भवति. तत्समये यस्येति च इति सूत्रेण भासज्ञकस्य अङ्गस्य आवर्णस्य ईवर्ण्यस्य च ईकारे परे तद्धितप्रत्ययपरे च लोपः भवति. अहं न अवगतम्. अत्र गोदावरी अस्ति, अत्र ईकार अन्तवर्णः ईकार तदनन्तरम् आ इति अच्छति तद्धितप्रत्ययः इति मन्ये. तथैव ईकारलोपो भवति. ओके अवगतं. गोदावर् इति रूपं निष्पन्नं भवति. तदनन्तरं गोदावर् सप्तगोदावर् युगः सप्तगोदावर इति प्रातिपदिकं. तदनन्तरं अकारन्त अस्ति चेत् प्रक्रिया पूर्ववत् भवति. तत्र यचिबम् अत्र इवर्णस्य कथम् आगच्छति? अवर्णस्य there are three conditions for yachibam. Oh. It has to be a taddida pratyaya and if it is starting with avarna, akara, ikara or ikara, then pratyasya purvapadam akaram asti, ikaram asti cha, ikaram asti chet यस्येति च इति सूत्रेण तस्य लोपो भवति. तस्य भम् भम् संज्ञकस्य अच् अन्तिम अच् परात् ये यानि वर्णानि सन्ति तेषां सर्वानां लोपो भवति. यदि गोदावरी इति अच् अतः अन्तिमवर्णमेव अच् अस्ति. सपोज् इफ् देर् हेस् बीन् गोदावरी the ikaram nasti, then the andima ach would have been goda akara. Oh. Then what happens is that then yateti cha is sutram would have removed akara vakara refa all the three would have gone if it, the ikara was not there for godavari so yachibam says that tadida pratyaya akara ikara ikare purva angamasti angamasti godavari sapta godavari tasya antima ach arabhya yani varnani santi गोदावरि इकारम् अस्ति कृत्वा अन्तिम अच् भवति इकार ईकारस्य लोप एव भवति इति कृत्वा सप्तगोदावर इति स्थिते तद्धितप्रत्यय आच् प्रत्यययोजनेन चकारस्य लोपानन्तरम् आ तिष्ठति तस्य सप्तगोदावर इति पूर्वं भवति ईकारस्य स्थाने अकार आयाति आदेशं भवति अतः अकार भवति तद् यस्यति पूर्वे उक्तं मनसि न तिष्ठति अबे एतदेव गोदावरी इति दीर्घ ईकारः अस्ति गोदावरी इति दीर्घ ईकारः अस्ति यचिबम् इति सूत्रेण एव एतत् अन्तिमवर्णस्य ईकारः लोपं भवति अतः तत्र गोदावर् इति निष्पन्नम् मम प्रश्नः एतदस्ति भगिनी मम प्रश्नः एतदस्ति अत्र अवर्ण ईवर्ण ईवर्ण अपि अस्ति न तथैव कथम् आगच्छति इति प्रश्नं महोदय उत्तरं दीयते तद्धितप्रत्ययपरे तदेव अवर्ण ईवर्ण च ईकार ईकारे परे तद्धितप्रत्ययवरे च लोपः भवति प्रत्ययस्य पूर्वपदम् अवर्ण ईवर्ण ईवर्ण तत्र अच् अच् इति तद्धितप्रत्ययं तस्य अकार अस्ति तत्र अन्तिमं प्रच्छेदमपि पठतु अर्णा भगिनि महोदय तत्र मम कन्फ्यूशन् अस्ति एकनिमिषं पुष्पा भगिनि सप्त गोदावरी योग आ तत्र यचिभं यचिभं कार्य केवलं सप्तगोदावरी इत्यस्य भं संज्ञा एव ददाति किमपि अन्यं कार्यं न करोति सप्तगोदावरी एव तिष्ठति पदसंज्ञा न भवति तस्य भसंज्ञा भवति भसंज्ञा भवति अतः स्क्रीन् हेस् डिसपियर्ड् महोदय Wait, Pushpa Bhagini, this thing. See, what does the Yachibam says? Asavarnanam Astana Samtyagaha Su Adi Yakaradi Ajati Va Prasaya Yasmad Vidiyate Tasya Bha Samtya Bhavati. अहम् एतत् अवगच्छामि महोदय असर्वस्नाम सज्ञकः भसज्ञकसूत्रात् पूर्वं सर्वनामक असर्व असर्व पुष्पा भगिनि देयर् इस् डिस्टर्बेन्स् फ्रम् योर् सैड् माय् सैड् वेट् अ मिनिट् ओके मे बि I'll close the door. For me, it is not so. That's why I didn't understand. Okay. No, yeah. Right. What is the word? Atra, Swadishu, Asarvan, Swadishu. Bam Sabnya, Kiska Bhavati? Kasya Bhavati? Tadeva Aham Vadami, Swadishu, Asarvan Namasthane, Iti Sutra Masti, Tat Param, Echi Bham Ayati. स्वादिषु असर्वनामस्थाने इति पदसंज्ञा ददाति परन्तु यचिभम् इति अपवादसूत्रद्वयेन यदा असर्वनामसंज्ञकस्थाने असर्वनामकसंज्ञकः इत्युक्ते प्रथमं पञ्च सुप्रत्ययस्य स्थानं सु औ जस् अम् औ पुल्लिङ्गस्त्रीलिङ्गविषये सुडोनपुंसकस्य इति सूत्रेण प्रथम पञ्च पञ्चप्रत्ययानां सुत्रीलिङ्गपुल्लिङ्गविषये सर्वनामस्थान संज्ञकः भवति भवति सो अतः अनन्तरं यत्र अजादिप्रत्ययं यकारादिप्रत्ययः न भवति सुप्रत्यये अतः अकारादि अजादिप्रत्यय एव अस्माभिः स्वीकरणीयम् ऐ मीन् दट् इस् द ओन्ली चाय्स् अकार तो अत्र नसि नस् सर्वम् अकारप्रत्ययः एव इत्संज्ञकनिष्कासनानन्तरम् अतः यत्र अकार सुप् प्रत्ययः अस्ति तस्य पूर्वपदम् असर्वनामकस्थानकसंज्ञा पदेषु तस्य नाम भवति भसंज्ञा भसंज्ञा भवति भम् इति संज्ञा भं संज्ञा भवति भं संज्ञा भवति चेत् कार्यम् अन्यत् भवति पदसंज्ञा चेत् कार्यम् अन्य भवति ततः पद भं संज्ञक इति टु डिविजन्स् सो भसंज्ञका इत्युक्ते असर्वनामस्थानकसंज्ञा असर्वनामकस्थान प्रत्ययः स्थान यद् प्रत्ययः आगच्छति अत्र अकारप्रत्ययः आगच्छति तस्य पूर्वपदं तद् भसंज्ञकपदं भसंज्ञका अस्ति चेदेव अनन्तरं तथितप्रत्ययम् अस्ति चेत् टि संज्ञकस्य लोपः भवति इदेव मम अवगतम् अयम् भगिनि यु शुड् नौ टेक् स्टेप् बै स्टेप् ओके एव्रिथिङ्ग् हेपन्स् फ्रोम् द प्रत्यय वाट् इस् द प्रत्यय अच् इस् द तद्धित प्रत्यय रैट् तस्य पूर्वपदं किम् अस्ति पूर्वपदम् अकार अकार अच् अच् अच् प्रत्यय न अच् प्रत्ययस्य पूर्वपदं पूर्ववर्णम् अच् अस्ति अकार अस्ति रैट् सो यस्य दीच इस् अप्लिकेबल् पासिबल् बिकास् अवर्ण इवर्ण ईकारे परे सो यस्य दीच केन् हेपन् प्रोवैडेड् द अङ्गं बिफोर् देट् इस् ए भ संज्ञक न वाट् इस् भ संज्ञक भसंज्ञक सेस् इफ् ए प्रत्यय यकार आर् अकार परे अस्ति तस्य पूर्वस्य अङ्गस्य भसंज्ञका भवति इति असर्वनामस्थाने सो इट् हेस् टु बि नाट् द फस्ट् फैव् प्रत्ययास् आफ् सु औ जस् अम् औट् सुड् सुड् नपुंसकस्य रैट् सो सर्वनामस्थानं नास्ति इति कृत्वा तस्य भसंज्ञा भवति गोदावरी सप्तगोदावरी इस्य यदि ये सप्तगोदावरी इन् वुड् हाव् बीन् देर् फोर् द फस्ट् संज्ञ सप्त सर्वनाम देन् भसंज्ञा वुड् नाट् हाव् हेपन्ड् रैट् इट् वुड् हाव् गोट् संज्ञा नौ इट् इस् नाट् इट् इस् नाट् ए सर्वनामस्थान एण्ड् इट् इस् फालोड् बै अवर्ण इवर्ण ईकार तद्धित दट् इस् यस्य तीच इति सूत्रं कार्यं करोति वाट् डस् यस्य तीच सेस् अवर्ण इवर्ण ईकारे परे टि संज्ञकस्य लोपः भवति तत्र टि संज्ञक इत्युक्ते अन्तिम अच् पर् आरभ्य यानि वर्णानि पर्यन्तं भवति पदान्त भवति चेत् तस्य वर्णानां तेषां वर्णानां लोपो भवति टि संज्ञका भवति यस्य इति च इति सूत्रेण तयोः लोपो भवति इट् मीन्स् गोदावरी इन् द अन्तिम अच् इस् द दीर्घ ईकार फोलोड् बै द avarna taddita pratyaya, because of that the e dirgha ikara gets a t sapnya bam, the angam bhavati bam, t bhavati dirgha ikara, yasya dich sutra is now applicable, because of that the dirgha ikara eva lopo bhavati iti krutva tapta gotavar iti rupam siddhyati. तदनन्तरं तद्धितप्रत्यययोजनेन तत्तगोतावर इति अकारान्तपदं सिद्ध्यति. I think I also told the same thing, maybe in different words. Right, yeah, you said the same thing. Last week's puzzle, isn't it? सप्तगोतावरं. So, Bhagini has given this, I think. Yes. Yeah, because that, this paragraph was not there in the last class. Vidya Bhagini has added this for after the class was, because I was the one who got confused on the Sapta Godavaram. Akaran, Dirga Ikaram, how does it become Akarantam? And then only you can get the Ambava, no? Yeah. We could get only Sapta Godavari Eva. Yes. Sapta Godavari became Sapta Godavari Ivi. But it was given Sapta Godavaram, so there was a confusion. Yeah, yeah, remember. Sure. Yeah. This is the right answer. Yeah. Yeah, that is why she has given that Vartigam. Maybe she will explain it today in the class, no? Yeah. Sankhyaya Nadi Godavari Bhyamcha Iti Vartigena Sankhyayaha Paraha Nadi Shabdaha Atava Godavari Shabdaha Chet Tasmat Ach Iti Samasanda Vidiyate. That is a Vartika. Panchanam, Ganganam, Samaharaka, Panchajangam iti asti kaduti. Etat mamat avagamanam kinchit itopi adhikam avashyakam iti asti. Atah tatra alokita vikiravakyam tah अन्तिम वर्णपर्यन्तं तृतीय इति बहुलमिति आगच्छति खलु, तृतीयसप्तमी बहुलमिति एतत् पर्यन्तं किञ्चित् विवरेण दातुं शक्यते वा जि किमपि कोऽपि पञ्चानां गङ्गानां समाहार इति द्विगुसमासम् अपि भवितुम् अर्हति, अव्ययीभावसमासः अपि भवितुम् अर्हति. यदि वर्तमानविषयः अस्ति नदीभिश्च इति सूत्रम् अस्ति कृत्वा अव्ययीभावसमासस्य विषयमेवं भवति. तत्र पञ्चायोग जस् गङ्गायोग जस् इति अलौकिकविग्रहवाक्यं भवति. सुप् लोप प्रत्ययलोपानन्तरं प्रत्ययलक्षणं तिष्ठति. पञ्चयोगः पञ्चन्योगः गङ्गा इति भवति. यथा सप्तन् इति अस्ति तथा एव पञ्चन् इति भवति. तथा नकारस्य लोपः भवति, न लोपो प्रातिपदिकस्य इति कारणेन पञ्चयोगा गङ्गा इति पञ्चगङ्गा इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं दीर्घाकारस्य लोपो भवति, ह्रस्वनपुंसके प्रातिपदिकस्य कारणेन पञ्चगङ्गा इति दीर्घत्व ह्रस्वत्वं भवति पञ्चगङ्गा इति अकारान्तं सिद्ध्यति चेत् न अतों त्व पञ्चम्या इति न अव्ययीभावात् अतों त्व पञ्चम्या इति सूत्रेण अम्भावं विधीयते, सुप् साने आदेशं भवति इति कृत्वा पञ्चगङ्गायोगः अमिपूर्व इति सूत्रेण पञ्चगङ्गम् इति सर्वासु विभक्तिषु पञ्चमीं विहाय तु पञ्चगङ्गात् इति भवति. तृतीया सप्तम्योर्बहुलम् इति कारणेन पञ्चगङ्गेन पञ्चगङ्गा गङ्गे इति रूपद्वयं विकल्पते अधिकत्वेन सिद्ध्यते. एकप्रश्नं महोदय, अत्र द्विगुसमास प्रयुज्यते चेत् कोऽपि अर्थं समानमेव किन्तु एकवचनमेव सिद्ध्यति, बहुवचनत्वेन न युज्यते तत्र. बहुवचन एक यदि बहुवचनं विशेषणं भवति यदि बहुवचन शब्दस्य प्रयोजनं भवति चेत् अव्ययीभावसमासः एव भवितुमर्हति. द्विवचनं बहुवचनं समाहारद्वन्द्वे एकवचनमेव भवति. एतत् क्रमः अव्ययीभावसमासे अपि अनन्तरं द्विसमासे अपि क्रमः समानमेव. प्रथम एकवचने समानमेव, किन्तु एकवचने प्रथमा द्वितीया समानं दृश्यते, तृतीयात् आरभ्य सप्तमीपर्यन्तं समाहारद्वन्द्वे अन्यप्रत्ययानां योजनं भवति, न तु अम्भाव समाहारद्वन्द्वे. किन्तु अव्ययीभावे सप्तसु विदेशिषु अम्भावं भवति पञ्चमीं विहाय. तृतीया सप्तम्योर् बहुलत्वेन अन्यरूपाणि अपि सिद्ध्यते. तदेव एकं वाक्यम् अस्ति चिन्तयतु. मम गृहसमीपे पञ्चगङ्गम् अस्ति. एकं वाक्यं शुद्धं वा? वाक्यं शुद्धं वा? मम गृहसमीपे पञ्चगङ्गम् अस्ति, पञ्चगङ्गानां समाहारः अस्ति इति अर्थे पञ्चगङ्गम् अस्ति इति अहं वदामि. कथम् अहं जानामि एतत् बहुसमासे भवति वा नदीभिश्च सूत्रात् भवति वा? एतत्तु प्रथमाविभक्ति एकवचनरूपं वाक्यमपि अस्ति. My house, the Panchaganga is near my house, you will say it the other way around. My house is near the Panchaganga. How will you say that? Panchaganga is permanent. My house is not permanent. Kaluji? No, no. It's not a question of permanency or impermanency. I am saying that मम गृहं पञ्चगङ्गाय समीपे अस्ति. तत्र द्विगुसमासः भवति, पञ्चगङ्गाया समीपे अस्ति इति उक्तत्वेन द्विगुसमासः भवति. पञ्चगङ्गं समीपे अस्ति. यदि यदि भवती यदा उक्तं मम गृहसमीपे पञ्चगङ्गम् अस्ति, तत् अव्ययीभावमपि अपि भवितुमर्हति, द्युगसमासः अपि भवितुमर्हति. किन्तु तस्य अन्यरूपत्वेन भवति उच्यते चेत् पञ्चगङ्गाया समीपे मम गृहमस्ति इति उक्तत्वा तत्र द्युगसमासः एव भवति. Oh, then I can understand it is Dhigu Samasa. It is, but right. Panchagangam can come in Nadivishya also, Dhigu Samasa. Dhigu Samasa also. Yes. Also. Okay. Even in that sentence, I think you can use Panchagangam. Even in that sentence, you can use it. But I don't think it is appropriate. No, correct? When you say that, no, when you say Panchagangam samipe mama griham asti, tatra tat avyayi bhava samasa eva asti. चतुर्थी पञ्चगङ्गम् एव तिष्ठति न अव्ययीभावसमासे. यदि पञ्चगङ्गं समीपे मम गृहमस्ति तत्र अव्ययीभावसमासः भवति, पञ्चगङ्गाया समीपे मम गृहमस्ति तत्र द्विगुसमासः भवति. I was just wondering, नदीवाचकशब्दः अस्ति, अतः नदीवाचकशब्दः अस्ति चेत् नदीभिश्च एव कार्यं करोति इति अहं चिन्तितवती. तत्र परन्तु अत्र पञ्चगङ्गम् अत्र चतुर्थी विभक्ति अस्ति. तत्र अव्ययीभावः अपि चतुर्थी विभक्ति अस्ति भगिनी. सम्यक् धन्यवादः. अत्र स्थगयामः, कोऽपि प्रश्नः नास्ति चेत्. ऐ डिण्ट् गेट् टु रीड् सारी दट्स् ओके. यु रेड् वन्स्. हि कॉल्ड यु. नो ऐ डिडन्ट्. No, I was busy. I couldn't answer. I had to press the button, so I didn't get a chance to press it. It's okay. Don't worry. What we thought was we are going to wind up early because we are only few people, but see, it's almost time. Yeah, but we discussed everything perfectly. Because I don't think I had understood this portion very well in the class, samasa class. Mama samyak na, I mean, understanding was not there. Last now, week. Now you are clear week. About it? Yeah, yeah, now I'm clear. About okay. the session, you know, dvigu and that, because artha right. and everything is clear, right? So yeah, that is the advantage of Chindana Vargam, because we can clarify all these things. Because if you are stopping this in the main class, what happens is that the whole class flow will go and the time will be wasted in explaining to one person. So when you join the Chindana Vargam, you can necessarily clarify all these things. Much better. Sir, this is the class of what we are going to get into. I don't know, Bhagini. The class what you have taken now is going to be taken by 6:45 p.m. by Vidya, is it? 6:30 in the evening is Vidya Bhagini is taking the same this thing. No, but no. My question is, this class is one class off behind Vidya Bhagini, because what Vidya Bhagini teaches today, we will discuss next week on morning, and evening Mama she will take to the next subject. Mama Prashna, Vidya ji, whatever is going to take it in the evening, we have to take it before. Then only No. We can say it very boldly, no, when she is asking the question. No. She is teaching this. She is teaching first, and we are what we did not understand in the class, we are discussing here to find an answer for it. And if we don't get an answer, we can always go back to Vidya Bhagini to get a clarification in the class. Suppose if we have not understood some aspect which is now written, this Vartigasya Artham Na Avagadam Chet Sankhyaya Nadi Godaviri Bhyamcha Iti Vartigasya Artham Na Avagadam Chet, we can go back to the class and ask Vidya Bhagini, now you have added this Vartigam, what is the meaning of it? I was thinking, as a tutor, when we are the students are going to the teacher to get additional information from the tuition teacher, no? So that's what I'm thinking. Vidya ji's class, if you are taking the class, That is not the case. She has to teach us first, then we discuss on that. Chintanam bhavati yata vishayasya kinchidabhi avajnanam asti chet nastu chintanam eva nasti. Here it is a free for all class, no Mahadev, whatever is in our mind we can talk. People are there and we cannot take other people's time by asking this. More than 25. Now Abhyayat Panchami etat sutra magachati kalu tatra ambhavah agachati kalu Abhyayat Na abhyayi bhavat atomto. Atomte pancham vyat. One thing which I want to tell all of you is that sutram or vartigam should be told exactly how it is written. We cannot change it. That is like a mantra. Mama prashna ha, tatra na abhyayi bhavat, tatra am bhavah agachati kalu ji, tatra? Am. Am. Then anantaram kimartam ami purvah iti agachati. Ami purva iti se sandhya sandhi bhavati pratyayasya ambhavasya ambhya ambhavasya ambhavasya yojanasya vishaye ami purva ayati sup prabhadya tatya sthane am ayati pratyaya apratyaya ayati che purva patasya yojanam kartum shakyate tat karanena kim sutram balam bhavati अकसवर्ण दीर्घं बलं भवति या अथवा अमीपूर्व बलं भवति इति सूत्रस्य बलाबलचिन्तनं कृत्वा अमीभाव एव भवति इति कारणेन पूर्वरूपादेशः भवति अकारस्य स्थाने अकार एव अयति यदि अकारस्य स्थाने अपूर्वरूपम् इकारमस्ति अक् वर्णात् इति अस्ति इति अक् वर्णात् इति कृत्वा आयि ऊर् लृ तस्मिन् कोऽपि वर्णः अस्ति चेत् तस्य पूर्वरेपम् एवं भवति अम् प्रत्ययम् अपि चेदपि किन्तु अत्र पूर्वपदस्य अन्तिमवर्णम् अपि अक् वर्णस्य अकार अस्ति अमिपूर्वस्य पूर्वपदम् अपि अकार अस्ति इति कृत्वा द्वयोः दीर्घत्वं न भवति कृत्वा एक ह्रस्वत्वम् एव भवति पूर्वरूपादेशः भवति तदेव अमी पूर्वस्य उपयोगं कार्यं रैट् बहु सम्यक् अस्ति. धन्यवादः. धन्यवादः महोदय. धन्यवादः महोदय. Discussion helps. Actually, I had no understanding of this. This part, I think she had not even given it. That's why we didn't understand. Right. Okay. Yeah. Okay. Okay. Thank you. Thank you. Thank you.